नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति सानिवद्भावः इति। वयं जानीमः तत्र उत्सर्गसूत्रमस्ति सानिवत् आदेशो अनल् विधौ इति सूत्रम्। अनेन सूत्रेण आदेशः सानिवत् भवति। सानिनि यः ये गुणधर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति, परन्तु विधिः अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति। तर्हि इदानीम् अस्माकं मूलकार्यमस्ति तत्र अल्विधिः वा न वा इति ज्ञातव्यम्। अल्विधिः वा न वा इति ज्ञातुं तत्र तृतीयकाले विधिसूत्रं यदस्ति तत्र निमित्तानि कानि इति द्रष्टव्यम्। तत्र विधिसूत्रे यानि निमित्तानि सन्ति तेषु निमित्तेषु कश्चन अल्वर्णः यः स्थानिनि अस्ति सः आदेशे अपि अपेक्षितः चेत् सूत्रस्य कार्यार्थं, यथा तत्र जलादिप्रत्यये परे किमपि कार्यम् इति वदति, तदानीं तादृशजलादित्वं स्थानिनि अस्ति आदेशे नास्ति, यदा वयम् अध्यारोपयामः तदानीं कार्यं भवति चेत् तदानीं तादृशविधिः अल्विधिः इति वयं वदामः। अल्विधिः अस्ति चेत् स्थानिवत् न भवति इति उक्तम्। तदनन्तरं तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रमपि अस्माभिः दृष्टम्। अचः परस्मिन् पूर्वविधौ इत्यत्र तु अल्विधिः एव अस्ति। अल्विधिः चेदपि स्थानिवद्भावः अनेन सूत्रेण भवति। तत्र निमित्तानि कानि इति चेत् अजादेशः भवेत्, अच्वर्णस्य स्थाने कश्चन आदेशः भवेत्, सः आदेशः परनिमित्तिकः भवेत्, तादृश आदेशस्य कृते निमित्तं परं भवेत्, परनिमित्तिकः अजादेशः भवेत्, तादृश अजादेशः स्थानिवत् भवति। कदा भवति इति चेत् पूर्वविधौ कर्तव्ये, यत्र अजादेशः अस्ति तस्मात् पूर्वं कश्चन विधिः भवेत्, तदानीं तादृशपूर्वविधौ कर्तव्ये अजादेशः स्थानिवत् भवति इत्यत्र उक्तम्। तर्हि अतः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रमस्ति, न पदान्तद्विर्वचनवरेयलोप स्वरसवर्णानुस्वार दीर्घजश्चर्विधिषु इति सूत्रम्। तर्हि सामान्यतया अचः परस्मिन् पूर्वविधौ इति स्थानिवद्भावः भवति, परन्तु केषुचित् स्थलेषु स्थानिवद्भावः न भवति। तादृशस्थलानि कानि इति चेत् पदान्ते किमपि कार्यमस्ति चेत् पूर्वविधिः इत्यस्य विषये एव अत्र वदन्ति अत्र किं वदामः। पूर्वविधिः इत्यस्मिन् विषये एव अत्र उक्तं वर्तते, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारजश्चर्विधिषु इति विधिः अत्र पूर्वविधिः अस्ति। पूर्वविधेः विषये तत्र अजादेशः स्थानिवत् न भवति। पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश् विधिः, चर्विधिः इति अस्माभिः क्रमेण दृश्यमानमस्ति। आदौ तत्र पदान्तविधिः इत्यस्मिन् विषये अस्माभिः चर्चितं। पदान्तविधिः इत्यत्र कानि सन्ति इति उदाहरणम् अस्माभिः दृष्टं। कानि इत्यत्र तत्र पदान्ते इकोयणचि इत्यनेन तत्र कार्यं जातमस्ति, वस्तुतः तत्र अस्धातुः अस्ति, अस्योगः अन्ति, असोरलोपः इत्यनेन अकारस्य लोपः भवति। तर्हि तत्र अजादेशः, अकारस्य लोपः अजादेशः, अजादेशः अस्ति इति कृत्वा अजादेशम् आधारीकृत्य इकोयणचिति इकोयणचि इत्यत्र इत्यस्य कार्यं भवति वा, कानि इत्यत्र इकोयणचि इति भवितुमर्हति वा इति चेत् तत्र इकोयणचि न भवितुमर्हति, यतोहि पदान्ते अस्ति कार्यं, स्थानिवद्भावेन पदान्ते कार्यं, कानि इति पदस्य अन्ते कार्यम् अस्ति इति कृत्वा पदान्ते कार्यं न भवति इति उक्तम्। अतः तादृशसन्दर्भेषु अजादेशः स्थानिवत् न भवति इति उक्तम्। तदनन्तरं द्वित्वविधिः इति अपि अस्माभिः चर्चितम्। तत्र सुधि उपास्यः इत्यत्र अस्माभिः दृष्टं यत् अनचिच इति सूत्रेण द्वित्वविधिः अस्ति, यत्र द्वित्वविधिः अस्ति तत्रापि अजादेशः स्थानिवत् न भवति। तत्र इकोयणचि इत्यनेन सुधि इत्यत्र इकारस्य यकारादेशः, तर्हि सः अजादेशः अस्ति। अजादेशः अस्ति इति कृत्वा स्थानिवद् भवति वा इति चेत् तत्र तत्र वस्तुतः अनचिच इति सूत्रेण द्वित्वकार्यं प्राप्तमस्ति, अतः परस्य यरः द्वे वा स्तः न तु अचि. इदानीं तत्र सुद् इय इत्यत्र सु इत्यत्र उकारः अच्वर्णः, तस्य अनन्तरं धकारः यर्वर्णः, तस्य द्वित्वं भवति अच्वर्णः परः नास्ति चेत्. इदानीं यकारः एव अस्ति, अच्वर्णः नास्ति, परन्तु पूर्वम् अजादेशः जातः, अच्वर्णस्य स्थाने आदेशः जातः, यकारः अच्वर्णस्य स्थाने आगतः इति कृत्वा इदानीं स्थानिवद्भावः शक्यते वा? पूर्वविधिः अस्ति अनचिच इति पूर्वविधिः, तस्य कृते स्थानिवद्भावः अजः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः शक्यते वा इति चेत्, यद्यपि अजः परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तस्य निषेधकसूत्रमस्ति न पदान्तद्विर्वचनम् इति. द्विर्वचनं द्वित्वम् अनचिच इत्यनेन द्वित्वकार्यम् उच्यते, अतः द्वित्वकार्यस्य कृते स्थानिवद्भावः न भवति इति कृत्वा अत्र स्थानिवद्भावेन निषेधं कर्तुं न शक्यते. अनचिच इत्यस्य निषेधः न जायते, अनचिच इति सूत्रस्य कार्यम् अत्र भवति. अतः द्विवारं धकारः आयाति विकल्पेन. अस्तु, अतः सुत्युपास्यः सुद्युपास्यः इति रूपद्वयं तत्र भवति. इदानीं तावत्पर्यन्तम् अस्माभिः प्राप्तम्. इदानीं वरे विदौ इति इदानीम् अग्रे वयं पश्यामः. वरे विदौ इति तत्र विजयलक्ष्मीभगिनी आरब्धुम् इच्छति वा? आं भगिनि. वरे विधौ, वरे विधौ परनिमित्तिकः निमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति. यथा या प्रापणे इति धातुतः यङ् प्रत्ययः विधीयते चेत् या योगः यङ् अग्रे द्वित्वं जायते येन या या योगः यङ् इति भवति. यङ् इति प्रत्यये य इति अवशिष्यते ङकारस्य इत् संज्ञा संज्ञानन्तरम्, अतः याया योगः य इति भवति. द्वित्वानन्तरम् अभ्यासकार्यानन्तरं च याया य इति यङन्तधातुः सिद्ध्यति. यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम्. अधुना यश्च यङः इत्यनेन सूत्रेण या प्रापणे इत्यस्मात् धातोः यङ् अन्तात् तच्छीलादिषु स्वभावे कर्तृषु वरच् प्रत्ययः भवति. याया वरः इति रूपं सिद्ध्यति. याया वरः नाम यः पुनः पुनः अतिशयेन वा याति, पुनः पुनः अतिशयेन वा याति, देशात् देशानन्तरं गच्छति इति अर्थः. देशान्तरं गच्छति इति अर्थः. अत्र सूत्रे तृतीयः सन्दर्भस्य विषये यद् आसीत् द्विर्वचन किं किम् आसीत् भगिनी तत्र? न पदान्त द्विर्वचन वरे वरे हा, अत्र वरे इत्यस्य विषये चर्चा. अत्र वरे विधौ परनिमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति इति कथम् इति वयम् इदानीं पश्यामः. या इति धातु प्रापणे इति अर्थे या धातोः यङ् प्रत्यये यदा विधीयते तदा या इत्यस्य द्वित्वं जायते. द्वित्वं भूत्वा या या योगः यङ् इति भवति. यङ् इति प्रत्ययस्य केवलं य इति अवशिष्यते नकारस्य लोपानन्तरं, तथा भवति चेत् द्वित्वानन्तरम् अभ्यासकार्यमपि करणानन्तरं कृत्वा याया य इति यङन्तधातु सिद्ध्यति. याया य इति धातु विषये अन्य कथं निष्पन्नः इति सर्वम् अत्र न चिन्तनीयं, यतोहि तस्य अस्माकं किं सिलबस् मध्ये इदानीं कार्यं नास्ति. अधुना यङ् यश्च यङः इति सूत्रेण या प्रापणे इति धातोः यङन्त यङन्तरूपात् अनन्तरं च ताच्छीलादिषु ताच्छील इति किं तच्छील इति किं न जाने भगिनि? ताच्छीलम् इत्युक्ते तच्छीलम् अस्य अस्ति इत्युक्ते स्वभावः, यस्य स्वभावः वर्तते इत्युक्ते याया वरः इत्यत्र वरच् प्रत्ययस्य अर्थः कः इति चेत् तत्र या धातोः प्रापणे इति अर्थः. वरच् प्रत्ययेन इत्युक्ते स्वभावं योजयामः, स्वभावं ताच्छीलादि अर्थे प्रत्ययः विधीयते इत्युक्ते यस्य स्वभावः एवम् अस्ति. यः देशात् देशान्तरं गच्छति तस्य स्वभावः अस्ति, सर्वदा एवं करोति. हि डजन्ट् स्टे इन् वन् प्लेस्, सर्वदा इतः ततः सर्वदा गच्छन्नेव अस्ति इति कृत्वा तस्य नाम यायावरः. तत्र प्रत्ययस्य अर्थः अस्ति ताच्छीलादि अर्थः. ताच्छीलादि अर्थे यदा वरच् इति प्रत्ययः युज्यते तदा यायावरः इति रूपं सिद्ध्यति. यायावर इत्यस्य को अर्थः पुनः पुनः अतिशयेन यः याति, देशात् देशान्तरं गच्छति इति अर्थः. परन्तु अत्र अस्माकं स्थानिवद्भावस्य अप्लिकेशन् कथं भवति इति चिन्तनीयम्. याया य इति स्थिते याया य इत्यस्य एव वरच् प्रत्ययः भवति वा भगिनि? याया इति धातुतः वरच् प्रत्ययः, यश्च यङ्गः इति सूत्रेण तत्र धातुतः प्रत्ययः भवति, वरच् प्रत्ययः भवति. वरच् प्रत्ययस्य सूत्रमस्ति याया य इति रूपात् अनन्तरं वरच् प्रत्ययः वा? केवलं यायान्तदातुः खलु, याया इति यङन्तदातुः. अत्र यङन्तात् एव खलु, यङन्तात् एव यायाय योगः वरच्. हा, तत्र यकारस्य लोपः भवति वा? आम्, याया योगः वरच् इत्यत्र तत्र यकार उत्तरवर्ति अकारस्य अतो लोपः इत्यनेन लोपः भवितुम् अर्हति. वरच् प्रत्ययः अर्धदत्तुकप्रत्ययः, अतः यकार उत्तरवर्ति अकारस्य लोपः. नो चेत् अत्र यस्य हलः इति एकं सूत्रमस्ति, अनेन यस्य हलः इति सूत्रेण समग्र य शब्दस्य लोपः भवति. य इति समग्रशब्दस्य लोपः भवति, अकारसहित यकारस्य लोपः भवति, अतः याया योगः वरच् इति भवति. स्थानिवद्भावस्य अत्र एप्लिकेशन् कथं भवति? याया इति ततः अग्रे चिन्तनीयम्. इदानीम् एतावता यद् अवगतं वा, यायावर यायावरः इति तत्र रूपमस्ति इति तस्मिन् प्रसङ्गे तत्र प्रक्रिया कथमस्ति, अग्रे पठतु प्रक्रिया. यायावरः इति पदस्य प्रक्रियां पश्यामः. याया य योगः वरच्, यश्च यङः इत्यनेन सूत्रेण वरच् प्रत्ययः विधीयते यङन्तधातुतः. वरच् इत्यत्र चकारस्य इत्संज्ञा लोपश्च भवति. यायाय योगवर इति भवति. यायाय इत्यत्र अन्ते यः य इति अस्ति, सः तु यङ् प्रत्ययः अस्ति. याय योगः वर अधुना अतो लोपः इत्यनेन अदन्तात् अङ्गात् अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे याय इति भवति. अतः याय वर अस्यां स्थितौ लोपो व्योर्वलि लोपो व्योर्वलि इत्यनेन यकारः यकारलोपः भवति स्म वलिपरे. अतः याया वर इति भवति स्म. किन्तु अत्र अतः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवत् भवति. अतो लोपः इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः सः परनिमित्तिकः अजादेशः, यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति. इदानीं पूर्वविधिः अस्ति लोपो व्योर्वलि इति सूत्रस्य कार्यम्. अतः याय इत्यत्र अन्त्यः यकारः य अकारसहितः इव दृश्यते लोपो व्योर्वलि इति सूत्रस्य दृष्ट्या. अर्थात् याय वर इति दृश्यते. अतः लोपो व्योर्वलि इत्यनेन सूत्रेण तु याय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म. एवं सति यायावरः इति रूपम् अपि न लभ्यते. यायाह्वरः इति अनिष्टरूप आपत्तिः जायते. इदानीम् अवगतवती. तत्र क्षम्यतां भगिनि, तत्र मया यस्य हलः इति उक्तं, तत्र यस्य हलः इति सूत्रस्य वस्तुतः प्रसक्तिः नास्ति. अत्र अतो लोपः इत्यस्य प्रसक्तिः अस्ति इति मया चिन्तितं, परन्तु यस्य हलः अत्र प्रसक्तिः लोपोव्योर्वलि जायते. वदतु अत्र कथं स्थानिवद्भावस्य कार्यं न भवति इति किं प्रस्तुतं सम्यक् वा प्रस्तुतमस्ति प्रस्तुतीकृतः अस्ति. याय योगः वरच् प्रत्ययः तथा यश्च यङः इति सूत्रेण वरच् प्रत्ययः विधीयते. अतः याय योगः वरच् इति स्थितिः जायते. तत्र वरच् इत्यत्र चकारस्य इत्सम्या लोपः च भवति. याय योगः वर इति भवति. तत्र याय इत्यत्र अन्ते यः यकारः य अस्ति तस्य अनन्तरं यकारः, तस्य अनन्तरम् अकारः अस्ति. वरच् इति आर्धधातुकप्रत्ययः अस्ति. अतः अतो लोपः इति सूत्रेण ह्रस्व अकारस्य लोपः भवति. अतः यायाय योगः वर इति वर इति भवति. इदानीं याय योगः वर इति स्थितौ लोपो व्योर्वलि इति सूत्रस्य कार्यं भवति चेत् यायावर इति किम् अङ्गं वा इति प्रातिपदिकं लभ्यते. परन्तु इदानीं अकारः यत् लोपः अभवत् अतो लोपः इति सूत्रेण तस्य अकारस्य स्थानिवत् अचः परस्मिन् पूर्वविधौ इति सूत्रेण तद् अकारः यद् अस्ति तद् अजादेशः यद् अस्ति तद् स्थानिवत् अस्ति वा नास्ति वा इति पश्यामश्चेत् स्थानिवत् अस्ति. अकारः किमर्थं लोपः जायते इति चेत् आर्धधातुकप्रत्ययः परे अस्ति इति कृत्वा अकारस्य लोपः अभवत्. इदानीम् अकारस्य लोपः अभवत् इति कृत्वा परनिमित्तिकः अकारः इति वक्तुं शक्यते. अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण अकारः स्थानिवत् भवति चेत् लोपो व्योर्वलि इति सूत्रस्य दृष्ट्या तस्य अकारस्य लोपः न दृश्यते. अतः याय य योगः वर इति एव वर इति प्रातिपदिकं न वर इति आदेशदृष्ट्या याय वर इति प्रत्ययः न आदेशः नास्ति प्रत्ययस्य दृष्ट्या याय य इति एव दृश्यते अकारः लोपः अभवत् इति न लोपो व्योर्वलि इति सूत्रस्य दृष्ट्या लोपो व्योर्वलि इति तृतीयकाले यत् कार्यं लोपो व्योर्वलि इति सूत्रेण भवितुम् अर्हति तस्य सूत्रस्य दृष्ट्या यकारात् अनन्तरं यः अकारः अस्ति तस्य लोपः न दृश्यते अतः यायाय योगः वर इति स्थिते लोपो व्योर्वलि लोपो व्योर्वलि इति सूत्रस्य कार्यं न भवितुम् अर्हति यतोहि यकारः वकारात् पूर्वं भवति चेत् एव यकारस्य लोपः जायते सूत्रेण परन्तु अत्र तु लोपव्योर्वलि दृष्ट्या यकारः न दृश्यते परन्तु य इति अकारसहितः यकारः एव दृश्यते अतः यायाय वरः इति अनिष्टरूपं सिद्ध्यति समीचीनं भगिनी बहु समीचीनम् एकः प्रश्नः तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः कथमिति किञ्चित् प्रतिपादयतु पुनः अचः परस्मिन् पूर्वविधौ इत्यस्य अत्र यायाय योगः वर इति स्थिते यायाय योगः अकारः योगः वर इति अस्ति तत्र वर इति आर्धधातुकप्रत्ययः अस्ति इति एकं निमित्तम् आर्धधातुकप्रत्ययः भवेत् अस्ति वरच् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति अनन्तरम् अकारस्य लोपः जायते सूत्रेण अतो लोपः इति सूत्रेण तत्र परनिमित्तिकः अजादेशः अत्र अजादेशः किम् इति चेत् अकारस्य लोपः इति एव अजादेशः अतः परनिमित्तमस्ति आर्धधातुकप्रत्ययः अजादेशः इति स्थानी अस्ति तस्य अकारः एव स्थानी अस्ति तस्य लोपः अभवत् अतः अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण स्थानिवद्भावेन न तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कृते इतोपि एकम् अपेक्षितं किम् अपेक्षितं तस्य पूर्वकार्यं यत् पूर्वकार्यम् अस्ति वा अत्र पूर्वविधिः अस्ति वा अत्र पूर्वविधिः अस्ति तृतीयकाले पूर्वविधिः लोपो व्योर्वलि इति सूत्रेण पूर्वविधिः भवति यदि लोपो व्योर्वलि इत्यस्य दृष्ट्या अकारः न दृश्यते तदा लोपो व्योर्वलि इति सूत्रस्य कार्यं भवति परन्तु अचः परस्मिन् पूर्वविधौ इति सूत्रं यदि किक्स् इन् अवहियर् तदा लोपो व्योर्वलि दृष्ट्या अकारः यद् लोपः अभवत् तद् दृश्यते तस्य लोपः लोपो व्योर्वलि सूत्रस्य दृष्ट्या न दृश्यते अतः कार्यं भवितुं न अर्हति अनिष्टरूपं सिद्ध्यति अतः तृतीयः आपत्तिः इत्यस्य अत्र एक्साम्पल् किम् उदाहरणं समीचीनं सम्यक् एतावता यदुक्तवती सम्यक् अस्ति समीचीनं तर्हि इदानीम् अत्र प्रश्नः अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अस्ति इति इदानीं भगिन्या साधितम् तर्हि इदानीम् अहं पृच्छामि अरुणा भगिनीं पृच्छामि अत्र स्थानिवत् आदेशौ अनल्विधौ इत्यनेन स्थानिवद्भावः शक्यते वा भावः द्विविधि अस्ति भगिनि, अत्र लोपः भवति अतः अजादेशः, तृतीयकार्यमपि अस्ति तत्स्थले सूत्रं किं वदति भगिनि, किं पुनः वदतु, न श्रूयते सम्यक् वदतु नूतनसूत्रं भगिनि. न न अत्र यायायोगः वर इत्यत्र भगिनी विजयलक्ष्मी भगिनी अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति इति उक्तवती, तत्र लोपो व्योर्वली इति सूत्रस्य दृष्ट्या अजादेशः स्थानिवद् भवति इति उक्तवती, तत्तु सति सत्यं. परन्तु मम प्रश्नः अस्ति, स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः प्राप्यते वा अत्र इति प्रश्नः. अत्र स्थानिवद्भावः इत्यस्य स्थानिवत् आदेशो अनल्विधौ इत्यस्य का गतिः यायावरः अत्र अनल्विधि अत्र अनल्विधि अल्विधि अस्ति. अल्विधि कथमस्ति कथमस्ति? यकार अत्र अकारलोपः अभवत् तदेव अजादेशः. नूतनसूत्रं वदति तदेव अस्मिन् स्थानिवत् आदेश अनल्विधसूत्रेण अत्र कार्यं भवति, विधि निषेधः भवति, अतः कार्यम् अशास्त्रे अशास्त्रेयं भवति. न तत्र अत्र अत्र तृतीयकाले यद् विधि विधिसूत्रमस्ति तत् सूत्रम् अल्विधिः वा अनल्विधिः वा? तृतीयकाले विधिसूत्रं किम्? अल्लोपः भगिनि. तृतीयकाले विधिसूत्रं किम् अस्ति? अल् अश्वर्णः स्थानी अस्ति, तस्य स्थाने लोपः अजादेशः आदेशः अस्ति, लोपादेशः आदेशः अस्ति. इदानीं तृतीयकाले विधिसूत्रं किम्? तस्य स्थले अकार विधिः उक्तं अकारस्थाने या लोपः भवति तदेव न कथं वदामि. तृतीयकाले विधिसूत्रं किम् अस्ति अत्र? यकारलोपः लोपो व्युर्वल् इति सूत्रेण यकारलोपः सम्यक्, लोपो व्योर्वल् इति सूत्रमेव अत्र तृतीयकाले विधिसूत्रम् अस्ति. तर्हि इदं सूत्रम् अल्विधिः वा न वा? अल्विधि नास्ति भगिनि. किमर्थमिति अत्र अकारलोपः यकार अकार नास्ति अतः न भवति. लोपो व्योर्वलि इति अल्विधिः नास्ति, यतोहि लोपो व्योर्वलि इति सूत्रस्य निमित्तानि कानि? लोपो व्योर्वलि सूत्रेण लोपो व्योर्वलि इति यकार खलु यकारस्य लोपः वलिपरे वलिपरे. तर्हि यकारस्य लोपः वलिपरे इति अस्ति, यकारः अपेक्षितः, अनन्तरं वल् प्रत्याहारस्य वर्णः अपेक्षितः. वल् प्रत्याहारस्य वर्णः अस्ति वा अत्र? वरे प्रत्ययवकार अस्ति भगिनि. हा सम्यक्, तर्हि इदानीं यकारः अपि अस्ति वा? अत्र यकार अस्ति न तु अकार, नास्ति यकारः अस्ति, यकारः अस्ति खलु अत्र यकारः अस्ति. अत्र लोपो व्योर्वलि इति सूत्रस्य निमित्तानि पूरितानि, यकारः अपि अस्ति, वकारः अपि अस्ति, वलि वलि वल् प्रत्याहारस्य वर्णः अपि अस्ति, अतः सूत्रस्य सर्वाणि निमित्तानि पूरितानि. अतः इदानीं स्थानिनि यः अकारः अस्ति तस्य अपेक्षा नास्ति खलु सूत्रस्य कार्यार्थम्? आम् भगिनि, आम् आम् अतः अल्विधिः नास्ति, अनल्विधिः अस्ति, अनल्विधिः। तर्हि अनल्विधिः चेत् स्थानिवत् भवति वा न भवति? अनल्विधिः चेत् स्थानिवत् न भवति वा? न भवति भगिनि। स्थानिवत् न भवति वा भवति वा? न भवति इति भवति भवति स्थानिवत् भवति, स्थानिवत् आदेशो अनल्विधौ, अनल्विधिः अस्ति चेत् स्थानिवत् भवति, अल्विधिः अस्ति चेत् न भवति खलु। तर्हि अत्र स्थानिवत् भवति, तर्हि स्थानिवत् भवति चेत् तर्हि यायाय योगः वर, यायाय योगः वर इति दृश्यते। इदानीं लोपो व्योर्वलि इत्यस्य कार्यं भवति वा? भवितुम् अर्हति। कथं? यकार अस्ति भगिनि, स्थानिवत् भावः नास्ति, न स्थानिवत् भावः इदानीम् अस्ति अस्ति अत्र या एव कर्तुं शक्य भगिनि न सम्यक्। इदानीं पश्यतु, इदानीं पश्यतु, याय इदानीं स्थानिवद्भावः स्वीक्रियते चेत् यकार उत्तरवर्तिकारः अपि दृश्यते लोपो व्योर्वलि इति सूत्रस्य दृष्ट्या यकार उत्तरवर्ति अकारः अपि दृश्यते। इदानीं लोपो व्योर्वलि इत्यस्य प्रसक्तिः भवति वा? यकार उत्तरवर्ति अकारः अपि दृश्यते चेत् लोपो व्योर्वलि इत्यस्य प्रसक्तिः भवति वा? दृश्यते चेत् न भवति। यतोहि अकारः अस्ति, वल् प्रत्याहारस्य पूर्वम् अकारः अस्ति इति कृत्वा, इति कृत्वा लोपो व्योर्वलि इत्यस्य कार्यं न भवितुम् अर्हति। कार्यं निषिद्धं वर्तते इदानीं, कार्यं न भवति। एवम् अस्ति चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न शक्यते, स्थानिवद्भावः न कर्तुं शक्यते, यतोहि अशास्त्रीयं भवति। स्थानिवद्भावः स्वीक्रियते चेत् लोपो व्योर्वलि इत्यस्य कार्यं निषिद्धं भवति इति कृत्वा अत्र स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते, यद्यपि अत्र लोपो व्योर्वलि इति सूत्रम् अनल्विधिः अस्ति। तथापि अनल्विधिः अस्ति चेत् सामान्यतया स्थानिवद्भावः स्यात्, परन्तु अत्र अनल्विधिः अस्ति चेदपि स्थानिवद्भावः न भवति, यतोहि अत्र स्थानिवद्भावेन लोपो व्योर्वलि इत्यस्य कार्यं निषिद्धं भवति इति कृत्वा अत्र स्थानिवत् आदेशो अनल्विधौ इत्यस्य स्वीकरणं न भवति इति कृत्वा अत्र अग्रे अचः परस्मिन् पूर्वविधौ इति सूत्रस्य चिन्तनं क्रियते। आं भगिनि, अस्तु, नमस्कारः भगिनि, प्रश्नः अस्ति। तत्र या अकारस्य अतो लोपः इति लोपः भवति, लोपादेशः भवति, तस्मात् अनन्तरं यकारः अस्ति, वर्पत्र्याहारवर् अस्ति, तत्र निमित्तानि पूरितानि किल, तत्र तु अलः विधिः किमर्थं न वक्तव्यं षष्ठी इति? तत्र यकारस्य लोपः विधिः भवति किल तत्र? अलः विधिः किमर्थम् अलः विधिः? प्रथमं तु स्थाने अस्ति, तत्र अकारस्य लोपः भवति, तस्मात् अनन्तरं कश्चन विधिः भवेत्। यदि विधिः भवति तत्र या यकारः अस्ति, वकारः परे अस्ति, लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवितुम् अर्हति किल? तत्र तु निमित्तानि पूरितानि, अलः विधि किमर्थं न? परन्तु न न षष्टि न षष्टि इत्युक्ते किं? यकारः स्थानि नास्ति, स्थानि कः? स्थानि तु अकारः अस्ति, सत्यम्, अलः विधि शक्यते, षष्टि तत्पुरुष इति न वक्तुं शक्यते, इत्युक्ते अत्र अलः विधिः अल्विधिः इति तदा चिन्तनीयं यदा तत्र अल्विधिः इति निर्मितं, तदानीमेव तादृशचिन्तनम्। इदानीम् अत्र अल्विधिः वा न वा इति अस्माभिः दृष्टं, किम् उक्तम्? अल्विधिः अस्ति वा न वा? अल्विधिः नास्ति, अस्तु, अकारः एव स्थानी अस्ति, अत्र स्थानीनिमित्तकार्याणि न भवति इति कारणात् तत्र अल्विधिः नास्ति इति कारणात् अल्विधिः एव नास्ति चेत् अलः विधिः वा अला विधिः वा इति तादृशचिन्तनस्य आवश्यकता एव नास्ति। अस्तु, तर्हि स्थानिवद्भावः भवति, परन्तु अशास्त्रीयमिति भवति मत्वा तत्र स्थानिवद्भावेन तत्र स्थानिवद्भावः न भवति इति एव निगमनम्। अस्ति अस्ति, तदनन्तरम् अतः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनम्। अस्तु, समीचीनं, धन्यवादः। तर्हि इदानीं विजयलक्ष्मीभगिन्या प्रतिपादितम् अचापरस्मिन् पूर्वविधौ इत्यनेन कथं स्थानिवद्भावः भवति, स्थानिवद्भावः स्वीक्रियते चेत् लोपोव्योर्वलि इत्यस्य कार्यं निषिद्धं भवति इति भगिन्या प्रतिपादितम्। यदि तत्र लोपोव्योर्वलि इत्यस्य कार्यं निषिद्धं भवति तर्हि इष्टरूपं न प्राप्यते। अत्र इष्टरूपं प्राप्त्यर्थं लोपोव्योर्वलि इत्यस्य कार्यम् अपेक्षितमस्ति, तदर्थम् अस्माभिः अत्र निषेधकसूत्रस्य चिन्तनं क्रियते। अस्तु, इदानीं किञ्चित् अग्रे गच्छामः। तत्र विनयमहोदय पठति वा अग्रे, अतः एव स्थाने निषेधयितुं। भगिनी शृणोति वा? अद्य वर्गे न्यूटा अस्ति, अतः अहं वदामि। अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे। यलोप अस्य यलोपविषये अग्रे अपि पुनः पश्यामः। अचः परस्मन् पूर्वविधौ तेनेन यः स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते, न पदान्तद्विवचन वरे अलोपस्वरस्वरणा अनुसारदीर्घश्च विधिषुः इति सूत्रेण यलोपविषये वरे वधौ यलोपविषये वरे विधौ अतः स्थानिवद्भावः न सिद्ध्यति इत्यतः लोपो व्योर्वलिः तेन सूत्रेण तु यायाय वर इत्येव दृश्यते इति कृत्वा यकारस्य लोपः जायते वलि परे। इत्थं च याया योगा वर याया वर इति प्रतिपदिकं सिद्धयति स्म। अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति। प्रथमतया तु अहं दृष्टवान् याया यहलन्त वरसम्बन्धे अनिष्टरूप, तत्रापि अच परस्मिन् पूर्वविधौ सम्बन्धे जानीमः स्थानिवत्तो भवति, स्पष्टतया भवति, परन्तु लोपो व्योर्वहि सूत्राधारेण निषेधः अस्ति। इदानीम् अन्यविषयः, अतः स्थानिवत् भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे। अत्र यलोपप्रसङ्गः अस्ति, न यलोपप्रसङ्गः कः अग्रे अहं पठामि। न, अत्र यलोपप्रसङ्गः नास्ति, अत्र वरश्रुत्यस्य विषयः अस्ति खलु। ओ, अत्र वरश्रुप्रसङ्गे तु अस्ति, वयं जानीमः वर प्रत्ययः अस्ति, वर प्रत्ययः अस्ति, अपि च अतो लोपः अस्ति वरप्रसङ्गे। अहं सम्यक् वदामि वा भगिनि? प्रत्ययाधारेण अतो लोपः भवति, अतो लोपः तत्र अतलोपः इत्यस्य विषये क्लेशः नास्ति, अतोलोपः इत्यस्य विषये क्लेशः नास्ति। अत्र वरश्प्रत्ययस्य विषयः अस्ति खलु, अत्र वरे लो अत्र वरे इति विषयः अस्ति खलु, अत्र वरे विधौ केवलं वरे विधौ सम्बन्धे अत्र पठामि। अस्य यलोपविषये अग्रे अग्रे पश्यामः। अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः जानीमः, तस्य निषेधः क्रियते, पदान्तद्विवचनवरे यलोपस्वरस्वरणानुस्वारदीर्घश्च विधिषुः सूत्राधारेण इति सूत्रेण यलोपविषये वरे विधौ। अर्थात् अत्र सूत्र दीर्घसूत्र यशो यलोपसम्बन्धे अस्ति, अपि च वरे वधौ सम्बन्धे अस्ति। अत्र वयं वरे वधौ सम्बन्धे केवलं वदामः. अतः स्थानिवद्भावः न सिद्धयति इत्यतः लोपो व्योर्वलिः. इत्यनेन सूत्रेण तु याय योगावर इति एव दृश्यते इति कृत्वा यकारस्य लोपः जायते वलिपरे. साधारण यदि व अस्ति वरि अस्ति वलिपरे व अस्ति तर्हि तु यकारः लन्ति तु स्पष्टतः लोपः अस्ति. यथा य हलन्त् अस्ति अत्र तु अकार तु नास्ति तत् अन्यविषयः. तर्हि यकारलोपः भवेत्. तदनन्तरं यायावर स्पष्टतया वरमेलनमस्ति प्रातिपदिकं सिद्धयति स्म यायावर. परन्तु यायावर केवलं प्रातिपदिकं सिद्ध्यति विषयः नास्ति, अन्यविषयः अपि आगच्छन्ति अग्रे. यथा वयं यलोपविषये सम्बन्धे वदामः. परन्तु केवलम् एक एक सम्बन्धे वदामि, यङ् सम्बन्धे. यङ् सम्बन्धे केवलं य केवलं य नास्ति, य स्वर अस्ति, य अन्तर्हतः स्वर अस्ति. तर्हि य हलन्तयोग अ आगच्छति. तर्हि एव स्वरस्य लोपसम्बन्धे वदतवान् कोऽपि महत्त्वं नास्ति, परन्तु किञ्चित् अपि अथ कारणं तु अस्ति. इत्युक्ते तत्र क्षम्यता न, इतोपि वक्तव्यं महोदय, किमपि वक्तव्यं वा? न न, कृपया समीचीनं समीचीनं. भवान् अवगतवान् तत्र किञ्चित् तत्र अत्र स्थानिवद्भावं निषेधयितुं वस्तुतः लोपो व्योर्वलि इत्यस्य कार्यम् इष्यते. इदानीं स्थानिवद्भावः चः परस्मिन् पूर्वविदत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् लोपो व्योर्वलि इत्यस्य कार्यं निषिद्धं भवति, परन्तु अत्र न इष्यते. वरे विधौ यत्र वरच्छ्रुत्यस्य विधिः अस्ति तत्र स्थानिवद्भावः न स्वीक्रियते. अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते इति कृत्वा तत्र अजादेशः स्थानिवद्भावः स्थानिवत् न भवति अत्र. अतः याय इति न दृश्यते लोपो व्योर्वलि इति सूत्रस्य दृष्ट्या. यकार उत्तरवर्ति, अकारः स्थानिवत् न भवति. अतः इदानीं यायाय् योगः वरच् प्रत्ययः, अतः लोपो व्योर्वलि इत्यनेन यकारस्य लोपः जायते यायावर इति प्रातिपदिकं लभ्यते. यायावर इति प्रातिपदिकं लभ्यते. तत्तु अत्र तु यलोपः इत्यनेन अपि स्थानिवद्भावस्य निषेधं कर्तुं शक्नुमः, अथवा वरच् प्रत्ययः इति अपि वयं कर्तुं शक्नुमः. अत्र वरच् प्रत्ययः इति वयं स्वीकृत्य वयं कुर्मः. यलोपस्य विषये अनन्तरम् अग्रिम उदाहरणं पश्यामः. एतावत् अभूतं वा? समीचीनं, धन्यवादः महोदय. इदानीं किञ्चित् अग्रे गच्छामः. तत्र वंशी भगिनी पठति वा? एकक्षणं. पूर्वम् उक्तं यत् अनल्विधिः नास्ति, इदानीं लोपो व्योर्वलि इति अल्विधिः नास्ति, तथापि स्थानिवतादेशो अनल्विधौ इत्यनेन इत्यस्य प्राप्तिः नास्ति इति उक्तं. तस्य कारणं किम् आसीत्? अशास्त्रीयमिति. स्थानिवतादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः तत्र एव स्वीकर्तुं शक्यते यत्र विधिकार्यम् अस्ति, निषेधकार्यं नास्ति. इदानीं स्थानिवतादेशो अनर्विधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते चेत् लोपो व्योर्वलि इत्यस्य कार्यं निषिद्धं स्यात् इति कृत्वा स्थानिवतादेशो अनर्विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते अशास्त्रीयत्वात्. अस्तु. अपि च अस्मिन् सूत्रे न पदान्तदिर्वचनवरे य लोप इत्यत्र वरे इति सप्तम्यन्तमस्ति वा? ओ वरे इति वा? तत्र विग्रहवाक्ये किम् अत्र उक्तमासीत्? वरे विधौ इति उक्तं, किन्तु अन्यत्र सर्वत्र सप्तमी न दृश्यते. वरे प्रत्ययः अस्ति इति वरे प्रत्यये परे वरे इति तत्र परसप्तमी इति रूपेण उक्तं, यतोहि तत्र वरे प्रत्यये परे इत्युक्ते तत्र साक्षात् वरच् प्रत्ययस्य विषये स्थानिवद्भावः नास्ति. वरच् प्रत्यये परे पूर्वं स्थानिवद्भावः यत्र भवति तत्र अत्र याया योगः. अन्यत्र सर्वत्रापि सप्तमी विषये सप्तमी अस्ति, अत्र तु परसप्तमी अस्ति इति वा? अन्यत्र पदान्तविधौ दीर्घवचनविधौ इति तत्रापि सप्तमी न, परन्तु पदान्तविधौ विधौ इति तत्र सप्तमी अस्ति. अत्र पदान्त इति अत्र सप्तमी नास्ति, पदान्ते इति नास्ति खलु. अत्र वरे अपि च विधिः, वरे विधौ इति अस्ति, वरे विधौ. पदान्तविधिः भिन्नः, पदान्तविधौ इति भिन्नः, वरे विधौ इति भिन्नः. पदान्ते इति नास्ति, पदान्तविधिः, परन्तु अत्र वरे विधौ इति भेदः. वरे इति उक्तं, वरे इति यत्र प्रत्यये परे परसप्तमी भवति. अस्तु, अत्र वरे परसप्तमी नास्ति किम्? हा वरे प्रत्यये इत्युक्ते तत्र परसप्तमी इति परसप्तमी अत्रैव. वरे विधौ, वरे इत्युक्ते अत्र यायाय् योगः, यायाय नो यायाय् योगः वर इत्यत्र वरे वरच् प्रत्यये परे अजः परस्मिन् पूर्ववितेन स्थानिवद् न भवति इत्यर्थः. अस्तु, वंसि भगिनि. श्रूयते वा यायायोगः वर इत्यस्मात् पूर्वं प्रक्रियायाः आदौ यायाय इति यदा आसीत् तदा यङ् प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः इत्यनेन सूत्रेण. तत्पश्चात् यङ् प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वलि इत्यनेन सूत्रेण. यदि यङ् प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्ववितौ इत्यनेन स्थानिवद्भावः स्वीक्रियते तर्हि याया यकारः कुत्र गतः? यकारः अपि आसीत्. ओके, अस्तु, यङ् प्रत्ययस्य भागः योगः वर इति भवति. इदानीम् अतो लोपो इति च इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति निति आर्धधातुकप्रत्यये परे. अस्तु अस्तु, पूर्वं यत् आसीत् प्रक्रिया यत् आसीत् प्रकृतिप्रक्रिया यदा वयं दृष्टवन्तः तत्र तु यायाय इत्यस्य अस्यां स्थित्यां तत्र यकारस्य लोपः इच्छते, अतः तत्र न पदान्तदुर्वचनवरेयलोपसवर्णानुस्वारगदीर्घचश्चर्विदिषु इति सूत्रेण यद्यपि अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भवति अन्त्यकारः तस्य निषेधः करोति निषेधकसूत्रं न पदान्तदुर्वचनवरे इति दलस्य सार्थक्यं भवति. अतः तेन कारणेन तत्र अकारस्य अकारः स्थानिवत् न भवति, अपि च लोपो व्योर्वलि इति सूत्रेण तत्र अन्त्यकार यकारस्य लोपः भवति. अधुना स्थितिः का अस्ति इत्युक्ते यायायोगः वर यकारस्य लोपः जातः, अधुना स्थितिः तु यायायोगः वर अस्ति. तत्र हा तत्र तु अधो लोपः इत्यनेन तद् लोपः भवति, अकारः लोपो व्योर्वलि इत्यनेन पूर्वयकारस्य लोपः भवति. अधुना तु यङ् प्रत्ययलुप्तस्य अकारस्य तर्हि यङ् प्रत्ययस्य भागः. अस्तु, तत्र एतत् किमस्ति भगिनि, तत्र यङ् प्रत्ययस्य भागः किमर्थम् उक्तम् इति न अवगतं मया. श्रूयते वा भगिनि? हरि ओम्. अत्र अत्र एकवारं अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न भवति इति उक्तम् एकवारं उक्तं तदानीं लोपो व्योर्वलि इत्यस्य कार्यं जातम्। इदानीं पुनः अन्यत् सूत्रमपि प्रसक्तमस्ति, स्थानिवद्भावः स्वीक्रियते चेत् अन्यत् सूत्रमपि प्रसक्तमस्ति, तर्हि पुनः तस्मिन् विषये अपि चिन्तनं क्रियते अत्र। ओ अन्यत् चिन्तनमस्ति वा? अस्तु अस्तु चिन्तितवती तस्मात् अनन्तरम्। अस्तु तर्हि तत्र याया योगः वर इत्यस्मिन् यदि यं प्रत्ययस्य लुप्तस्य अकारस्य यचः परस्मिन् पूर्वविद्येन स्थानिवद्भावः स्वीक्रियते तर्हि याया, परन्तु तत्र याया यकारः अपि भवेत् किल, य अ इति यकारः लुप्तः खलु। ओ ओके ओके अस्तु अवगतम् अवगतम्। ओके अकारः तु पुनः तत्र स्थानिवद् भवति वा इति चिन्तनं जातं वा तत्र? तदेव इदानीं पुनः तत्र स्थानिवद्भावः स्वीक्रियते चेत् आतोलोप इति च इति सूत्रस्य कार्यं भवति। अस्तु तर्हि यः अकारः तत्र लुप्तः भवति अतोलोपः इत्यनेन तत्र पुनः तत्र अकारस्य स्थानिवद्भावः इति जायमानः अस्ति इति एव तत्र विषयः अस्ति किल? न इत्युक्ते यत्र यत्र कुत्रापि पूर्वविधिः अस्ति तत्र सर्वत्र स्थानिवद्भावः भवति वा न इति चिन्तनीयं खलु, न तु एकस्मिन् एव स्थले। अत्र तु आतोलोप इति च इति अपि पूर्वविधिः अस्ति इति कृत्वा तत्र पुनः चिन्तनीयम् अजादेशः स्थानिवद् भवति वा न वा इति पुनः चिन्तनीयम्। इत्युक्ते याया इत्यत्र अकारः एव अच्वर्णः अजादेशः अस्ति, अच्वर्णस्य स्थाने जायमानः आदेशः, तस्मात् पूर्वं विधिः तत्र यानि यानि सूत्राणि प्रसक्तानि सन्ति तेषां सर्वेषां विषये अस्माभिः चिन्तनीयं। तत्र एकं सूत्रम् अस्ति लोपो व्योर्वलि, इदानीम् अन्यत् अस्ति अतोलोपो इति च। ओ अस्तु अवगतम्। अस्तु तर्हि तत्र अतोलोप इति च किं वदति इत्युक्ते आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ कितिनिति अर्थधातुकप्रत्ययपरे। अस्तु आहा तत्र तत्र याया इति अस्ति तत्र अन्ते यत् आकारः अस्ति तस्य लोपः भवति कदा भवति इत्युक्ते तत्र अजादौ कितिनिति प्रत्यये तत्र यङ् इति कित् अर्धधातुकप्रत्ययः अस्ति तस्मिन् यः अकारः अस्ति तत्र तु अर्धधातुकप्रत्ययः अस्ति कितिनिति अर्ध कितिनिति उक्तम् ओ नित् प्रत्ययः अस्ति यङ् इति नित् प्रत्ययः अस्ति इति कारणात् तत्र या अकारस्य यः याया इत्यस्मिन् अन्ते आकारः अस्ति तस्यापि लोपः स्यात् इति एव तत्र विषयः अस्ति न भगिनि? अस्तु अस्तु ओ अग्रे पठामि वा अग्रे पठामि वा हा तर्हि इदानीम् आतोलोप इति च इत्यनेन किं भवितुमर्हति तत्र? आतोलोपो इति च इत्यनेन तत्र यदि अन्ते याया इत्यस्य अन्ते यः आकारः अस्ति तस्य लोपः स्यात् याय् योगः अ इति भवति प्रायः यदि लोपः भवति। आमां समीचीनम् समीचीनं तावदस्ति। अस्तु इदानीं तत्र उमा भगिनी वदतु किम् अवगतम् अत्र? या प्रापणेयु याया योगः वरस्तृतीयं योजयतु अतो लोपः विधिसूत्रम् आगच्छति चेत् अत्र याया य आगच्छति तत् यकारः दृश्यते लोप यकारस्य मित्रवर्ति अकारस्य लोपः तदनन्तरमपि असुलोपः अकारस्य लोपः न दृश्यते तस्मात् अनिष्टरूपं अनिष्टरूपं प्राप्यति। न अकारस्य अकारलोपः दृश्यते चेत् अनिष्टरूपं वा न दृश्यते चेत् अनिष्टरूपं वा? तस्मात् या या य स्थाने हलन्तसहितयकारः अस्ति चेत् अनिष्टरूपम् अशास्त्ररूपं सिद्ध्यति। न न न तथा नास्ति तथा नास्ति। इदानीं याया य इत्यत्र अकारलोपः जातः, अकारस्य स्थानिवद्भावः स्वीक्रियते चेत् तदानीं याया य योगः वरच् इति भवति, तदानीं लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः न भवति। अवगतम् अतः तत्र स्थानीयवद्भावः न स्वीक्रियते. निषेधकसूत्रमस्ति, वरे प्रत्यये परे स्थानीयवद्भावः न स्वीक्रियते इति कृत्वा यः अजादेशः लोपादेशः जातः सः आदेशः स्थानिवत् न भवति इति कृत्वा यायाय् योगः वरच् अधुना लोपोव्योर्वलि इत्यनेन इत्यनेन यकारस्य लोपः भवति वली परे, तर्हि याया योगः वर इति स्थितौ. इदानीम् अग्रे वदतु, अत्र यद् भवती उक्तवती तत् पूर्वप्रक्रियायाः विषये उक्तवती, इदानीम् अत्र किम् अस्ति तस्य विषये वदतु. अकारः एव अत्र इत्युक्ते योगः वर इति चेत् अतो लोप इति निषेधसूत्रम् आगच्छति इत्यनेन आकार किं किं किं पुनः वदतु, न बुद्धं किम् उक्तवती. इदानीं स्थितिः का, कदा आतोलोप इति च इति वदति आगच्छति, इदानीं स्थितिः का अत्र, आदौ किम् अपेक्षितम्? याया योगः वर अत्र आर्धधातुकप्रत्ययः वर इति सार्धधातुकप्रत्ययः आसु लोप इति च इति सूत्रम् आगच्छति चेत् अतः कथमागच्छति आतोलोप इति च इति सूत्रम्? अत्र निमित्तं किम् अस्ति आतोलोप इति च इत्यस्य? आकारान्तः लोपः भवति चेत् अत्र या एव अस्ति अत्र न आतो लोप इति च इति सूत्रस्य निमित्तं किम् अस्ति? आतो लोपस्य निमित्तं अस्य आकारः आकारस्य लोपः भवेत् निमित्तं किम्? निमित्तं वरप्रत्ययः न अत्र सूत्रे तत्र किम् अस्ति तत्र अजादौ किति इति आर्धधातुकप्रत्यये परे इति उक्तं खलु, अत्र अजादिप्रत्ययः अस्ति वा वरच् प्रत्ययः? वरच् प्रत्ययः अर्धदातुकप्रत्ययः अस्ति परन्तु अजादिः नास्ति किति निति अपि नास्ति, अतः तत्र आतोलोप इति च इत्यस्य प्रसक्तिः नास्ति तत्र, अतः तत्र अत्र मुख्यविषयः कः इति भवत्या न अवगतम्. इत्युक्ते पूर्वं यदुक्तमस्ति अजादेशः यः आदेशः जातः अस्ति अतोलोपः इत्यनेन याय इत्यत्र याया योगः यङ् इति प्रत्ययः, यङ् प्रत्यये यकारः अपि अस्ति अकारः अपि अस्ति, यायाय योगः वर. इदानीम् आदौ अस्माभिः दृष्टम् अतोलोपः इत्यनेन यकार उत्तरवर्ति अकारस्य लोपः जातः इति दृष्टं खलु अकारः, सः अकारः पुनः स्थानिवद्भावः क्रियते चेत् अचः परस्मिन् पूर्वविधौ इत्यनेन पुनः द्वितीयवारं स्थानिवद्भावः स्वीक्रियते चेत् तदानीं याया योगः अयोगः वर इति भवति. पूर्वं यः अकारः लुप्तः सः इदानीं स्थानिवद्भावः स्वीक्रियते चेत् याया योगः अयोगः वर. इदानीम् अ इति प्रत्ययः अजादि यङ् प्रत्ययस्य भागः अस्ति अ इति यङ् प्रत्ययः, अतः अ इति अजादिः अपि अस्ति, नित् अपि अस्ति, आर्धधातुकप्रत्ययः अपि अस्ति इति कृत्वा याया इत्यत्र आकारस्य लोपः जायते, तर्हि याय् योगः वर इति तादृशरूपं लभ्यते. तदपि अनिष्टरूपं. तर्हि इदानीम् अग्रे अग्रे गन्तव्यम्. अत्र या या योगः अयोगः वर दट् या या इत्यस्य आकारः लोपः भवति चेत् यत् अकारः अस्ति वा अत्र? अकारः नास्ति, केवलं सूत्रस्य कृते स्थानिवद्भावः स्वीक्रियते. वस्तुतः अकारः नास्ति तत्र, अकारः लुप्तः, एकवारं लुप्तः, इदानीं नास्ति. केवलं सूत्रस्य कार्यार्थं स्थानिवद्भावः स्वीक्रियते. इवन् दो इट् इस् डिलीटेड् जस्ट् फोर् द सूत्र, यु ब्रिङ्ग् इट् अस् अ स्थानिवद्भाव, बट् वन्स् वन्स् द सूत्र कार्य इस् डन् देन् यु डोण्ट् ब्रिङ्ग् द अकार अगेन्, इट्स् आलरेडि गान्. अस्तु, तर्हि समीचीनम्. तर्हि अत्र तु पुनः अनिष्टरूपापत्तिः भवति इति कृत्वा अग्रे स्थानिवद्भावस्य चिन्तनं. तत्र लक्ष्मीभगिनी पठतु. आं भगिनि, परन्तु वरच् प्रत्ययविध तत्र याय् वर इति भवति चेत् पुनः लोपोव्योर्वली कार्यं करोति वा? भगिनी नास्ति वा? क्षम्यताम्, अहं म्यूट् मध्ये एव वदन्ती अस्मि, क्षम्यताम्. तत्र यायायोगः वर इत्यत्र आतोलोप, यायायोगः अयोगः वर इत्यत्र आतोलोप इति च इत्यनेन अकारस्य लोपः भवति चेत् याय् योगः वर इति स्थितिः भवति. तदानीं भवती वक्तुमिच्छति यत् लोपोव्योर्वलि इत्यनेन यकारः लुप्यते इति वा? पुनः कार्यं करोति वा? पुनः तत्रापि स्थानिवद्भावः स्वीकर्तुं शक्यते वा? तदपि पूर्वविधिः एव अस्ति खलु भगिनि. तत् अकारः कुतः आगतं भगिनि? प्रथमम् आदिमसोपाने अतोलोपः इत्यनेन लोपः जातः खलु. आदिमसोपाने यङ् प्रत्ययस्य यकार उत्तरवर्ति अकारः, सः एव अकारः, सः एव पुनः आयाति चेत्. पूर्वविधिः इत्युक्ते एकः एव विधिः इति नास्ति. यत्र स्थानी अस्ति तस्मात् पूर्वं यानि यानि अथवा ये ये विधयः सन्ति तेषां सर्वेषां कृते स्थानिवद्भावः स्वीकर्तुं शक्यते. यतोहि अचः परस्मिन् पूर्वविधौ इत्यत्र पूर्वविधिः इत्युक्ते स्थानिनः पूर्वं यः विधिः, स्थानि इत्यस्मात् पूर्वं विधिः, स्थानि इत्यस्मात् पूर्वं विधिः इत्युक्ते यत्र कुत्रापि विधिः दैशिकरीत्या विधिः तत्र एकमेव सूत्रं भवेत् इति नियमः नास्ति. अत्र तु अस्माभिः सूत्रद्वयं दृष्टम्. एकः तु लोपोव्योर्वली इति पूर्वविधिः, द्वितीयमस्ति आतोलोप इति च. इदानीं विजयलक्ष्मीभगिनी तृतीयं वदति लोपोव्योर्वलि इति पुनः, तत्रापि स्थानिवद्भावः इति द्रष्टुं शक्नुमः. भगिनि, पूर्वविधि इत्यनेन साक्षात् पूर्वम् इति अर्थः नास्ति खलु? नास्ति. आमां, व्यवधानमपि भवति चेत् चिन्ता नास्ति, भवति. तत्र पुनः स्थानिवद्भावः चेत् लोपोव्योर्वलि इत्यनेन कार्यं न भवति खलु? इदानीं तस्मात् पूर्वं लोपोव्योर्वलि इत्यस्य कार्यम् इत्यस्मात् पूर्वम् आतोलोप इति च इत्यत्र स्थानिवद्भावः शक्यते वा इति अग्रे पश्यामः. तत्र कः पठति? मम नाम भवती पठतु. आम् आसीत्, अत्र कुतः पठनीयं? यायायोगः अयोगः वर, याया इति अकारान्तम् अङ्गमस्ति. याया अयोगवरा, याया इति आकारान्तम् अङ्गमस्ति, अ इति यङ् प्रत्ययस्य अवशिष्टः भागः अजातिः, ञित् अर्धधातुकं च अस्ति इति कृत्वा आतोलोप इति च इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म. अर्थात् अचपरस्मिन् पूर्वविधौ इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण याया योग अयोगवर इति दृश्येत आतोलोप इति च इति सूत्रस्य दृष्ट्या. अतः याया इत्यस्य आकारस्य लोपः भवति स्म अजादौ आर्तधातुके ङिति परे. अत्र स्थितिः अस्ति या योग आयोगवर इत्यत्र अकारः यङ् प्रत्ययस्य या इति पूर्वमासीत् तादृश अन्तिमयकारस्य अन्तिमया इति अक्षरस्य यकारः लोपो व्योर्वलि इत्यनेन लुप्तम् यकारः लुप्तम् अकारः अपि अतुलोपः इत्यनेन लुप्तम् आसीत्। इदानीं प्रश्नः अस्ति अकारः अचपरस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावेन पुनः आयाति चेत् यकारः तु लुप्यते किन्तु केवलम् अकारः अचपरस्मिन् पूर्ववधौ इत्यनेन स्थानिवद्भावेन स्वीक्रियते चेत् स्थितिः स्यात् या आयोगवर इति। तर्हि अत्र नूतनसूत्रमस्ति अतोलोपः इति च इत्यनेन आकारस्य लोपः भवति वा इति। इदं सूत्रं वदति आकारान्तमङ्गमस्ति अपि च अजादि निति आर्थधातुकप्रत्ययः अपि परे अस्ति चेत् आकारस्य लोपः भवति इति अतोलोप इति च इति सूत्रं वदति। तर्हि अचपरस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवद्भावः कृत्वा इदं नूतनं सूत्रम् अतोलोप इति च इति सूत्रेण या इति आकारान्तमङ्गस्य अन्तिम आकारस्य लोपः कर्तुं शक्यते वा कर्तुं शक्यते इति अत्र भावः अस्ति। तस्य दृष्ट्या इदानीं या योग अकारः अपि अस्ति वर इति अपि वरच् प्रत्ययः अपि अस्ति इति कारणात् अस्य सूत्रस्य दृष्ट्या आकारः अस्ति इति कारणात् या इत्यस्य आकारस्य लोपः कर्तुं शक्यते इति इदं परिच्छेदं वदति। सम्यक् समीचीनं सम्यक् धन्यवादः भगिनि। तर्हि इदानीं भगिनी सम्यक् उक्तवती, इदानीम् अग्रे वयं पश्यामः। तत्र सूर्यकुमारी भगिनी वदति वा? भगिनि परन्तु वरच् प्रत्ययविधौ रूपसिद्धौ अचः परस्मिन् पूर्वविधौ इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते, यतोहि तस्य निषेधः क्रियते न पदान्तदुर्वचनवरे यलोपपरस्व यलोपस्वरसवर्ण अनुस्वारदीर्घच्युच्च विधिषु इति सूत्रेण। अतः अत्र आकारलोपः अपि न भवति, आतोलोप इति च अन्त इति च इत्यनेन इत्यनेन अन्ततो गत्वा यायावर इति प्रातिपदिकं लभ्यते, तस्मात् सुप्तपतिः क्रियते चेत् सुबुत्पत्ति क्रियते चेत् इष्टरूपं सिद्ध्यति। वरच् प्रत्ययविधौ रूपसिद्धौ अच परस्मिन् पूर्वविधौ इत्यस्य निषिद्धः भवति स्थानवद्भावः स्थानिवद्भावः निषिद्धः भवति न पदान्त इति सूत्रेण। अतः अत्र आकारलोपः अपि न भवति, अतोलोप इति च इत्यनेन आतोलोप इति च इत्यनेन तत्र अकार अजादिप्रत्ययः नास्ति चेत् आतुलोप इति च सूत्रं न प्रवर्तते, अन्ततो गत्वा यायावर इति प्रातिपदिकं लभ्यते सुबन्त सुबन्तोत्पत्तिक्रे क्रियते चेत् इष्टरूपं सिद्ध्यति. याययोग आयोगवर इत्यत्र एकः प्रश्नः उदेति यत् यङ् प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा आतो लोप इति च इति विधेः प्रसङ्गे प्रश्नः उदेति आतो लोपः इति च इति प्रसङ्गे पूर्वस्मिन् परिच्छेदे किम् आसीत् तद् उक्तवती वा तद्वदतु. वरस्य प्रत्ययविधौ रूपसिद्धौ अच परस्मिन् पूर्ववेतनेन आदेशः न भवति निषिद्धसूत्रेण. तत्कारणेन आदेशः न भवति न स्थानीयवद्भावः न भवति स्थानिवद्भावः न भवति. स्थानिवत् न भवति चेत् अकारः न भवति खलु भगिनि. अकारः न दृश्यते अतो लोप इति च सूत्रविषये अकारः अजादिप्रत्ययः आवश्यकता. तत्र अकार न दृश्यते चेत् आतो लोप इति च सूत्रस्य प्रसक्तिः नास्ति. सम्यक्. तर्हि याया योगः वरः केवलं योजयित्वा यायावर इति प्रातिपदिकं लभ्यते खलु. तदनन्तरं सुप्रत्ययं योजयामः चेत् यायावरः इति रूपं लभ्यते. अतः विजयलक्ष्मी भगिनी भवत्याः प्रश्नस्य अवसरः न लभ्यते. अतः तत्र वरच् प्रत्यये परे कुत्रापि स्थानिवद्भावः न भवति. अतः याव इत्युक्ते बहूनि पूर्वविधौ पूर्वविधिकार्याणि सन्ति चेदपि वरच् प्रत्यये परे कुत्रापि स्थानिवद्भावः न भवति समीचीनं. तर्हि इदानीम् अग्रे वयं गच्छामः. तत्र मीना भगिनी पठति वा? अपि च तत्र वल्प्रत्याहारपि परे नास्ति इत्यपि अस्ति अकारः. अत्र आतो लोप इति च इत्यस्य कृते वल्प्रत्याहारस्य आवश्यकता नास्ति खलु? तत् नास्ति. भगिन्याः प्रश्नः अस्ति यदि अकारः लुप्यते चेत् स्थानिवद्भावः कृत्वा स्थानिवद्भावं न करोति. स्थानिवद्भावम् अकृत्वा तत्र लोपो व्योर्वली इत्यस्य प्रसक्तिः इति भगिन्या उक्तं. तदानीं मया उक्तं पुनः स्थानिवद्भावं करोतु तदानीं प्रसक्तिः न भवति निषेधः भवति इति मया उक्तम्. तथापि अत्र अकारः अस्ति खलु तदपि लोपव्योवली इत्यस्य निषेधः क्रियते इति प्रसक्तिः एव न भवति इति एव पुनः स्थानिवद्भावः अकारः अस्ति खलु न अकारः नास्ति पुनः स्थानिवद्भावः क्रियते चेत् तदानीम् अकारः दृश्यते तदानीं लोपो व्योर्वल् इत्यस्य प्रसक्तिः न भवति. परन्तु तादृशप्रसङ्गः एव अत्र नास्ति. किमर्थं चेत् आतो लोप इति च इत्यस्य प्रसक्तिः न भवति अत्र. अस्तु तर्हि का इति उक्तवती इदानीं मया मीना भगिनी वा? ददामि भगिनि. पठतु. यङ् प्रत्ययस्य यकार याययोगः अयोगः वर पूर्वम् इति अस्ति तत् कुत्र तस्मात् पूर्वम् परन्तु वरच् तत्र वा? न न याययोगः अयोगः वर इत्यत्र एकः प्रश्नः उदेति. आयोगः वर इत्यत्र एकः प्रश्नः उदेति यत् यत् यङ् प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा आतो लोप इति च इति विधेः प्रसङ्गे तत्र प्रश्नः भवति यङ् प्रत्ययस्य यकारस्य स्थानिवत् भावः भवति भवति वा अतो लोपयति च विधेः प्रसङ्गे यङ् प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते अच परस्मिन् पूर्वविधौ इत्यनेन यतोहि यकारः हल् वर्णः अस्ति न तु अच्वर्णः अतः यकारप्रसङ्गे अच् अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति तर्हि यकारस्य स्थानिवत् स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् गोयिङ्ग् बेक् नौ आतो लोप लोपयुति च इति सूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः यकारः अस्ति स वर्णः निमित्तं नास्ति अस्य सूत्रस्य प्रवर्तनार्थम् अतः आतो लोपयति च इति सूत्रम् अनल्विधिः अस्ति पुनरपि पठामि भगिनि आतो लोपयति च इति सूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः यकारः अस्ति स वर्णः निमित्तं नास्ति अस्तु नास्ति अस्य सूत्रस्य प्रवर्तनार्थम् अतः आतो लोपयति च इति सूत्रम् अनल्विधिः अस्ति एवं चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः भवति स्म तर्हि आतो लोपयति च इति सूत्रस्य अप्रभृतिः भविष्यति याया अकारः योगः वर इत्यत्र एकः प्रश्नः उदेति यत् यङ् प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा आतो लोपयति च इति विधेः प्रसङ्गः प्रसङ्गे तत्र यङ् प्रत्ययस्य यकारः स्थानिवद्भावः न शक्यते अच परस्मिन् पूर्वविद्युत्यनेन यतोहि यकारः हल् वर्णः अस्ति न तु अच्वर्णः अतः यकारप्रसङ्गे अच परस्मिन् इत्यस्य प्रसक्तिः नास्ति तत्र याया आयोगः वर तत्र यङ् प्रत्ययस्य यकारस्य यकारस्थानिवद्भावः भवति वा इति प्रश्नः अस्ति तत्र तत्र अच परस्मिन् पूर्वविधौ इति कृते तत्र यकारः यङ् प्रत्यये अकारः अपि यकारः अस्ति इदानीं यकारः स्थानिवद्भावः यकारः तत्र अच्वर्णः नास्ति तत्र अच तत्र अचः एव परस्मिन् पूर्वविधौ अचः आदेशः अस्ति चेदेव तत्र परविधि परस्परनिमित्तं नास्ति बिकास् अच्वर्णः नास्ति इति चेत् यकारः हल् वर्णः अस्ति चेत् तस्य स्थानिवत् भवितुम् अच परस्मिन् पूर्वविधौ सूत्रस्य प्रसक्तिः नास्ति तस्मात् यकारस्य स्थानिवत् इदानीं स्थानिवत् आदेश अनिर्विधौ इत्यनेन स्थानिवद्भावः शक्ति वा इति चिन्तनीयं तत्र स्थानिवत् स्थानी तत्र यकारः अस्ति भगिनि इदानीं पश्यतु याया योगः यङ् इति प्रत्यये अकारस्य विषये चिन्तनं कृतम् इदानीं तत्र पूर्वं किमुक्तं लोपो व्योर्वली इति यकारस्य अपि लोपः जातः इति अस्माभिः चिन्तितं खलु इदानीं यकारस्य स्थानिवद्भावः शक्यते वा इति प्रश्नः यकारस्य स्थानिवद्भावः अचः अचः एव अचस्थाने एव न परस्मिन् पूर्व तस्मात् अच परस्मिन् पूर्वविधौति सूत्रस्य प्रसक्तिः नासीत् किमर्थमिति चेत् तत्र यकारः एव अस्ति तत्र हल् वर्णः अच्वर्णः नास्ति इदानीं स्थानिवद् स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद् भवशक्तिः इति चिन्तनीयं तत्र आतो लोप इति च इति सूत्रे निमित्तं किम् इति किम् इति द्रष्टव्यं तत्र निमित्तानि यः यकारः अस्ति स वर्णः तस्य आकारः लोपः इति च तस्य तत्सूत्रं किं वदति आतो लोप इति तत्सूत्रं किं वदति निमित्तं किं भगिनि आतो लोप तत् अकारान्त अङ्गस्य लोपः भवति अजादि किति इति आर्धधातुकप्रत्यये परे अजादि किति इति प्रत्यये परे अजादि आर्धधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे तत्र अत्र यकारः एव अस्ति तत्र तत्र आकारः नास्ति भगिनि भगिनि तत्र तस्य आतो लोप इति सूत्रस्य निमित्तानि यकारः एव अस्ति सः वर्णः तन्निमित्तं नास्ति तस्य आतो लोप इति सूत्रस्य निमित्तं नास्ति तत्र तत् कार्यमेव प्रवर्तनार्थमपि न शक्यं तस्मात् अनल्विधिः इति अस्ति अनल्विधिः अस्ति इति चेत् स्थानिवद् आदेशो अनल्विधौ इति सूत्रस्य प्रसक्तिः अस्ति किल इत्यादि स्थानिवद्भावः भवति भवितुं शक्यं तर्हि परन्तु आतो लोपो इति च इति सूत्रस्य परन्तु आतो लोप इति सूत्रस्य प्रवर्तनार्थमपि न भवितुं शक्यं तत्र अशास्त्रीयम् अस्ति तस्मात् स्थानिवत् आदेशो अनविधौ न शक्यं न भवति सम्यक् सम्यक् तर्हि सम्यक् भगिनि समीचीनं धन्यवादः इदानीं सरस्वती भगिनी पुनः एकवारं वदति वा अत्र किम् अस्ति इति इदानीं चिन्तनमस्ति यत् यङ् प्रत्ययस्य यकारस्य यद् लोपः जातः लोपो व्योर्वलि इति सूत्रेण तस्य स्थानिवद् भावः भवति वा न वा एतस्य विषये न वा भगिनी आम् आम् आम् तर्हि यदि यकारस्य स्थानिवद् भवति एतस्य चिन्तनं वयं कर्तुम् इच्छामः तर्हि अचः पूर्वस्मिन् अचः परस्मिन् पूर्वविधौ अनेन अस्मिन् अस्य सूत्रस्य तु अस्ति केवलम् अच् वर्णस्य यदि अच् वर्णः अस्ति तर्हि केवलम् अस्ति परन्तु यकार तु हल् वर्णः अतः अचः पूर्वस्मिन् पूर्वविधौ परस्मिन् पूर्वविधौ अस्य प्रसक्तिः न भवति तर्हि स्थानिवद् आदेश कर्तुं सूत्रद्वयम् अस्ति अचः परस्मिन् पूर्वविधौ तथा स्थानिवद् आदेशो नल्विधौ तर्हि अचः परस्मिन् पूर्वविधौ तर्हि इदानीमेव वयं चिन्तनं कृतवन्तौ यत् एतस्य प्रसक्तिः नास्ति तर्हि पुनः स्थानिवद् आदेशो नल्विधौ अस्य यदि चिन्तनं वयं कुर्मः तर्हि अत्र अनल् तु अस्ति अतः अनल्विधौ अस्ति तर्हि स्थानिवद् आदेशः भवितुम् अर्हति परन्तु यदि स्थानिवद् वयं स्वीकुर्मः अस्य तर्हि अतोलोप इति च अस्य प्रवृत्तिः न भवति इत्युक्ते तस्य पुनः अशास्त्रीयं तस्य कार्यनिषेधः भवति अशास्त्रीयं भवति अतः स्थानिवद् आदेशो अनल्विधौ अपि वयं स्वीकर्तुं न शक्नुमः समीचीनम् इति कृत्वा आतोलोप इति च इत्यस्य अत्र कार्यं नास्ति, कार्यं नास्ति भगिनि. समीचीनम्. इदानीं यकारस्य लोपुर्व्योगलि इत्यनेन लोपः जातः, यकारः लुप्यते. हा, यकारस्य लोपः जातः, पूर्वमेव लोपः जातः, इदानीम् एव इदानीं यकारः, इदानीं यकारः स्थाने अस्ति. इदानीं तर्हि तृतीयकाले किं सूत्रं स्वीकुर्मः? अतो लोप इति च स्वीकरोति इति सूत्रं. तर्हि स्थितिः का भवेत्? योगः वर, अकारस्य अपि तत्र अकारस्य अपि स्थानिवद्भावः स्वीकृतः अस्ति. इदानीं यकारस्य स्थानिवद्भावः शक्यते वा इति प्रश्नः. इदानीं यकारस्य स्थानिवद्भावः यदा कुर्मः, अकारस्य तत्र तस्य भावः अस्ति वा नास्ति वा? तस्य अकारस्य स्थानिवद्भावः स्वीकृतः अस्ति तत्र. अचः परस्मिन् पूर्वविधौ इत्यनेन सर्वाणि निमित्तानि पूरितानि अचः परस्मिन् पूर्वविधौ इत्यत्र. परनिमित्तिकः अजादेशः स्थानिवद् भवति, पूर्वविधिः अस्ति आतोलोप इति च इति. अतः पूर्वविधविधेः कृते स्थानिवद्भावः अकारस्य विषये स्वीकृतः अस्ति. यकारस्य विषये तु अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति. अतः स्थानिवत् आदेशो अनल्विधौ इत्यनेन यकारस्य स्थानिवद्भावः स्वीक्रियते वा इति चेत्, यदि स्वीक्रियते वस्तुतः आतोलोप इति च इति सूत्रम् अनल्विधिः अस्ति. यतोहि तस्मिन् यानि निमित्तानि सन्ति तानि कुत्रापि तत्र यकारस्य अपेक्षा न वर्तते इति कृत्वा इदं कार्यं तु अनल्विधिः अस्ति. अतः स्थानिवद्भावः स्यात् इति चेत्, यदि स्थानिवद्भावः स्वीक्रियते यकारस्य, तदानीम् आतोलोप इति च इत्यस्य अप्रवृत्तिः भविष्यति इति कृत्वा अशास्त्रीयं भवति. अशास्त्रीयम् इति कृत्वा स्थानिवद्भावः स्वीकर्तुं न शक्यते. पूर्वं यदागतं तत् तथैव तथैव केवलं पुनस्मरणमत्र. अस्तु, अत्र इतोपि एकः एव परिच्छेदः अस्ति, तत् पठित्वा समापयामः वा? अत्र शुभदा भगिनी पठति वा? अस्ति वा? आं भगिनि, पठामि. आम्, अत्र यदि स्थानिवदादेशो अनल्विधौ इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्, तर्हि याया योगः योगः वर इति दृश्येत. तथा भवति चेत् आतो लोप इति च इत्यनेन आकारस्य लोपादेशः न स्यात्. यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं न रूपं च न सेत्स्यति. अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्, तत्र स्थानिवदादेशो नल्विधौ इति सूत्रेण स्थानिवद्भावः न भवति. इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते, यतोहि इदं शास्त्रम् अशास्त्रीयम् इति मन्यते. अत्र वयं दृष्टवन्तः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न शक्यते इति पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः. अधुना स्थानिवद्भावः तु स्थानिवदादेशो नल्विधौ इत्यनेन अपि शक्यते. तर्हि अत्र यकारस्य यः लोपः अभवत् लोपो व्योर्वलि इत्यनेन, तस्य स्थानिवद्भावः स्वीकृत्य कार्यं भवितुम् अर्हति वा अग्रिमं कार्यं? तर्हि यदि यकारस्य स्थानिवद्भावः स्वीकृतः, तर्हि किं भवति चेत् याया योगः यकारः पुनः दृश्यते, अतः य तस्मात् परम् अकारः अपि तत्र दृश्येत, अतः अ योगः वर इति दृश्यते. अधुना आतोलोपः इति आतोलोप इति च इत्यनेन आकारस्य लोपः न भवेत्, यतोहि यकारोत्तरवर्ती आकारात् परम् आर्धधातुक अजादि आर्धधातुक ङित् प्रत्ययः नास्ति. अधुना य इति दृश्यते खलु, तर्हि यकारस्य परत्वात् तत्र आकारस्य लोपः न भवति, अतः आतो लोप इति च इत्यस्य प्रवृत्तिः न भवति. तर्हि शास्त्रस्य अप्रवृत्तिः भवति इति दृश्यते. तर्हि अपि च इष्टं रूपमपि न प्राप्नुमः. अतः यत्र सूत्रस्य अप्रवृत्तिः भवति, नाम यत्र शास्त्रस्य अप्रवृत्तिः भवति, तत्र स्थानिवदादेशो इत्यनेन यदि स्थानिवद्भावः भवति चेदपि तत्र तत् स्वीकर्तुं न शक्यते. अतः स्थानिवद्भावः भवति इति वक्तुं न शक्यते. अतः यकारस्य स्थानिवद्भावः न स्वीक्रियते, तत्र यकारः पुनः दृश्यते इति सर्वं न स्वीक्रियते, यतोहि तदनन्तरं यः शास्त्रीयं कार्यं भवेत् आतो लोप इति च इति तत्तु न भवति, तत्तु अशास्त्रीयं भवति इति कृत्वा यकारस्य स्थानिवद्भावः स्थानिवदादेशो नल्विधौ इत्यनेन अपि न स्वीक्रियते. सम्यक्, समीचीनं समीचीनम् इति तत्र वरे वरे इति समाप्तं, वरे इति विषयः समाप्तः. ततः अग्रे यलोपविधिः इति अस्ति, पुनः एकवारं पठन्तु, तत्र रुचिकरम् अस्ति. पुनः पुनः कथं स्थानिवद्भावः इति, तत्र स्थानिवद्भावः इति विषये अस्माकं नैपुण्यं जायते अत्र वयम् एवं चिन्तयामः चेत्. अस्तु भगिनि, भगिनि प्रश्नः नास्ति, एकः रिक्वेस्ट् अस्ति. तत्र स्थानिवद्भावः करपत्रद्वयम् अस्ति, तत्र भिन्नभिन्नस्थलेषु सः तत्र एते द्वे करपत्राणि करपत्रे तत्र एकं तु 615 मध्ये अस्ति, एकं तु 9. न, तदर्थमेव भवती एवं पृच्छति इति कृत्वा एव मया अत्रैव स्थापितम्. अचः परस्मिन् पूर्व स्थानिवदादेशो अनल्विदौ अचः परस्मिन् पूर्वविदौ इति अनयोः विषये ज्ञातुम् अत्र पश्यन्तु इति लिङ्क् तत्रैव स्थापितम्. ओ अस्तु, तर्हि यदि एकस्मिन् स्थले भवती स्थापयति चेत् सम्यक् भवति. एकस्मिन् स्थले एव तत्र मया योजितम् अचः परस्मिन् पूर्वविदौ स्थानिवदादेशो अनल्विदौ द्वयमपि योजयित्वा मया एकं करपत्रं कृतं, कृत्वा तस्य लिङ्क् अस्मिन् करपत्रे स्थापितमस्ति, अतः सर्वं समग्रमस्ति अत्र. एवं वा, अस्तु पश्यामः. आदौ आदौ एव आदौ एव न पदान्तद्विर्वचन इत्यस्मात् पूर्वम् अत्र पश्यतु इति लिङ्क् अस्ति तत्र. हा हा, सत्यं सत्यं, तदस्ति. परन्तु यदि तत्र सम्यक् अस्ति, परन्तु यदि तत्र स्थलमपि एकस्मिन् चाप्टर् मध्ये अस्ति, तत् सम्यक् 1 and 2 इति भवति चेत् सम्यक् भवति इति चिन्तयामि. भवत्याः इच्छा किमस्ति? मया तादृशं न, मम इच्छा नास्ति, मया तादृशं पृष्टमासीत् स्वरूपमहोदयं, महोदय किम् उक्तवान् इति चेत् महोदय तत्र अन्ये करपत्रेषु इति स्थापयतु इति उक्तवान् इति कृत्वा मया तत्र स्थापितं. मया पृष्टमासीत् तत्र एव यत्र स्थानिवद्भावः 1 अस्ति तत्र एव अहं स्थापयामि इति मया पृष्टमासीत्. तदानीं तत्र महोदय किमपि कारणम् उक्तवान् येन अन्यत्र स्थापयतु इति उक्तवान्. अतः अस्माकं सौलभ्यार्थं मया समग्रम् एकं करपत्रं कृत्वा अत्र पश्यन्तु इति मया लिखितम्, अतः सर्वम् अत्र एव अस्ति, अतः कः क्लेशः इति मया न अवगम्यते. 9:15 एव वयं पश्यामः इति सम्यक् अस्ति. 6:15 तु पूर्वकरपत्रम् अस्ति, चिन्ता मास्तु. न, अत्र पश्यतु इति तत्र समग्रमस्ति खलु भगिनि, अचः परस्मिन् इति अपि अस्ति, स्थानिवतादेशनादितौ इति अपि अस्ति, सर्वं समग्रमस्ति. हा सत्यं, परन्तु अहं तु पूर्वस्मिन् करपत्रं दृष्टवती, अहं चिन्तितं कुत्र अस्ति इति. यदा अहं तत्र सैड् पेन् मध्ये पश्यन्ती अस्मि, तत्र तु स्थानिवद्भावः तत्र तत्र मा पश्यतु, इदानीम् अत्र पश्यतु, अत्र इति पश्यति चेत् सर्वम् अस्ति अत्रैव. सत्यं सत्यं, 9:15 एव द्रष्टव्यमस्ति, तत्र 6:15 मा पश्यन्तु इति. अत्रैव पश्यति चेत् सर्वम् अस्ति, प्रथमभागः द्वितीयभागः सर्वम् अस्ति अत्रैव. अधुना तु अहं दृष्टवती अस्मि वा तत्र तु अधुना दृष्टवती अस्ति. अस्तु, नुवागमः न भवति. अस्तु भगिनि, धन्यवादः. इति तत्र एकस्मिन् स्थले स्थापनीयम् इति मया चिन्तितं, परन्तु तत्र महोदय किमपि कारणम् उक्तवान्, इदानीं न स्मरामि. तदर्थं तत्र अन्यत्र स्थापयित्वा मया तदनन्तरं पुनः चिन्तितवती. अनन्तरं वर्षद्वयानन्तरं वंशी भगिनी आगच्छति, सा पृच्छति कुत्र अस्ति, समग्रं नास्ति इति कृत्वा मया एकस्मिन् करपत्रे स्थापितं सर्वम्. अधुना पूरितं तत् भवत्याः इच्छामि इति मया चिन्तितं. कदा केनापि एवं पृच्छ्यते यत् समग्रं कुत्र अस्ति, एकः भागः अन्यत्र अस्ति इति पृच्छ्यते इति कृत्वा मया समग्रतया एकत्र स्थापितम्. अस्तु, यत्किमपि 9:15 इति अस्ति, तदेव द्रष्टव्यं खलु भगिनि. मम 9:15 इति पश्यति चेत् तत्र सर्वं लभ्यते, तत्र प्रथमभागः द्वितीयभागः सर्वं लभ्यते. प्रथमतया तत्र आदौ एव मया अत्र पश्यन्तु इति उक्तं, तत्र प्रथमभागः अस्ति समग्रं, स्थानिवतादेशो अनल्विदौ अचः परस्मिन् पूर्वविदौ इति अस्ति. अत्र तु 9:15 मध्ये तु न पदान्तद्विर्वचन इति अस्ति, इतोपि सूत्रमस्ति तत्र. अदर् हेण्ड् औट् आल्सो ऐ केन् सी अनयोः सूत्रयोः विषये ज्ञातुम् अत्र पश्यन्तु बट् अत्र अण्डर्लैन् इस् नाट् देर् सो इट्स् नाट् ईसिलि सीन् बट् या इट् इस् देर् ऐ केन् तत्रापि मया एव स्थापितम् आम् आं भगिनि द लिङ्क् इस् देर् फ्रम् देर् टु हियर् अण्ड् हियर् तत्र कुत्र मया स्थापितं भगिनि तत्र इन् द बिगिनिङ्ग् इट्स् भगिनि स्थानिवत् आदेशानल् विधौ अथवा बट् अत्र इत्यस्य कृते अण्डर्लैन् नास्ति दट्स् आल् अनयोः सूत्रयोः विषये ज्ञातुम् अत्र पश्यन्तु अण्डर्लैन् अस्ति एव लिङ्क् अस्ति खलु ऐ वेण्ट् फ्रम् देर् टु द वेर् आल् फोर् सूत्रास् सानिवत् आदेश अनल् विधौ योगः अचपरस्मिन् पूर्वविधौ इति करपत्रे फ्रम् देर् यु केन् गो टु सानिवत् सानिवत्वादिदेशः तत्रापि अण्डर्लैन् अस्ति तद् लिङ्क् अस्ति स्थानिवत् वादिदेशः इत्यस्य कृते अत्र इत्यस्य कृते अण्डर्लैन् अस्ति भगिनि बट् अत्रापि अस्ति अत्रापि अस्ति प्लच् अच परस्मिन् पूर्वविधौ इति करपत्रे अत्र इति अस्ति लिङ्क् अण्डर्लैन् एव नास्ति दट्स् अण्डर्लैन् अस्ति भगिनि मया दृश्यते अस्ति अण्डर्लैन् अपि अस्ति मध्ये अत्र इत्यस्मिन् अण्डर्लैन् अस्ति हैपर् लिङ्क् अस्ति न इत्युक्ते अण्डर्लैन् कदा आयाति इति चेत् यदा लिङ्क् वयं स्थापयामः तदानीम् आटोमेटिक् अण्डर्लैन् आयाति मया किमपि न करणीयं तत्र स्थानिवद्भावः अस्ति द्रष्टुं शक्नुमः अस्तु अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः अत्र शोभा भगिनी अपि च उषा भगिनी क्षन्तव्यं भवत्याः अवसरः न लब्धः अद्य क्षम्यतां नास्ति चिन्ता भगिनी नास्ति भगिनी धन्यवादः नमस्कारः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः